पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 190 ईश्वर उवाच अधः परं प्रवक्ष्यामि षोडशाध्यायगौरवम् आकर्णय कुरङ्गाक्षि हर्षोत्कण्ठप्रवर्षिणि अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमण्डले तत्रासीत् खङ्गबाहुश्च राजा चन्द्र इवापरः यदीय कुसुमान्मोदमालासुरभितोदरे वारान्निधौ हरिस्वास्थ्यादशेद सह पद्मया यदीय कीर्तिकर्पूरकणाभान्दिनभोङ्गणे कीर्णा वैरिकृतश्वास मारुतैस्तारकाच्छलाद यस्यासि धारातीर्थेषु स्नादा वै रिपुभूभुजः व्यावर्तं ते दिवोद्यापि स्वर्गस्तिग्वाग्विमोहिताः तस्यारि मर्दनो नाम मदहस्ती मदोद्धुरः मदाम्बुधारासलिले गुञ्जद्भ्रमरमण्डलः कपोलफलकोत्तीर्णमदधाराजलाविलः बभौ यो न झरोद्गोरैरञ्जनाद्रिरिवाच्चकैः यस्याङ्गेषु व्यराजन्द चामराश्चन्द्रिकोज्ज्वलाः किरणा इव हिदांशोः पदिधा काननोदरे सिन्दूरपांसुपटली राजत्कुम्भस्थलो बभौ यः सन्ध्यावारिदव्याप्तं वियत्खण्डमिव स्थितं स कदाचिन्मोचयित्वा शृङ्खलान्निगडानपि भङ्क्त्वा लौहदृढस्तम्भं प्रसह्य निशिनिर्गतः आधोरणगणान् सर्वान् पार्ष्णिविस्फूर्जदं शुकान् क्रोधादवगणय्यैव निजशालां बभञ्च सः तीक्ष्णाङ्कुशमुखैर्विश्वखन्यमानोऽपि वैणवैः दण्डैस्तु त्रासयामासु साधिनो न मनागपि ततो राजा समागत्य निशम्येदं कुतूहलं तत्र हस्ति कलाभिज्ञैः समं राजकुमारकैः अदृश्यदसमागत्य राज्ञा दन्तावलो बली मोहयन्नुद्भडाडोपो हृदाट्टालिकमालिकः ददृशुस्तमहाभीमं पौरा दूरतरं स्थिताः गोपायन्दशिशून्भिद्या निवृत्तान्यकुतूहलाः रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः वासितेषु तदीयोग्रदानधाराम्बुसीकरैः स्नात्वा तेनाध्वना यादसरस कश्चन द्विजः गीतानां षोडशाध्यायश्लोकान् कतिपयाञ्जपन् दैवासुरसम्बद्विभागयोगः निषिध्यमानो बहुधा पौरैराधोरणैरपि अमन्यमानकरिणो भेदान् चलितवांस्ततः भूकारेण स आवृण्वन् जनान्वि परिमर्दयन् स्पर्शान् दानाम्बुजं तस्य स्वस्तिमान्निर्गतो द्विजः ततो महानभूत्तत्र विस्मयो वागगोचरः मानसे भूमिपालस्य पौराणामपि पश्यताम् समाहूय ततो राजा पुल्लराजीवलोचनः तमापृच्छद्विजं वाहादवधीर्य प्रणम्य च राजोवाच अलौकिकमिदं विप्रत्वयाद्याचरितं महद कृतान्तकल्पादे तस्मात् कथं निर्यातवान् गजाद कमर्चयसि गीर्वाणं कं मन्त्रं जपसि प्रभो का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय द्विज उवाच गीताया षोडशोऽध्यायः श्लोकान् कतिपयानहं जपामि प्रत्यहं भूप तेनैदाः सर्वसिद्धयः ततो विहाय द्विरदं कौतूहलरसं नृपः आजगामद्विजन्मानमादाय निजमन्दिरम् शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमं सुवर्णैर्लक्ष्य सङ्ख्याकैर्गीतामन्त्रमुपाददे गीताय षोडशाध्यायश्लोकान् कतिपयानपि समभ्यस्य ततो राजा सत्कारेण सकौतुकः अथैकदा विनिर्गत्य बाह्यालीं सहसैनिकैः तमे वामोचयद्राजा मत्तमाधोरणाद्गजं विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन् तृणवज्जीविदं राजा गजस्याग्रे विशत्ततः आदाय गण्डफलकं मदपङ्क्ति निरङ्कुशम् आययौ मन्त्रिविश्वासान्नृपसाहसिकाग्रणीः राहोरिव मुखादिन्धु कालास्यादिवधार्मिकः साधुकलस्य वदनान् नृयो निरगमज्जगद आगत्य नगरं राजा त्वभिषिच्य कुमारकं गीताया षोडशाध्यायादवापरमां गतिम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये नवत्यधिकशततमोऽध्यायः ॐ